ब्रह्माण्डपिपीलिकां तदनुभृत्सुजृम्भमाना स्फुटं जाग्रत्स्वप्नसुषुप्तिभासकतया सर्वत्र या दीव्यति सा देवी जगदम्बिका भगवती श्रीराजराजेश्वरी श्रीविद्याकरुणानिधिशुभकरी भूयात्सदा श्रेयसे आनन्दमानन्दकरं प्रसन्नं ज्ञानस्वरूपं निजबोधरूपं योगीं रमीड्यं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं भजामि दत्तात्रेय हरे कृष्णा उन्मत्तानन्ददायका दिगम्बरमुने बाले पिशाचज्ञानसागरा श्रीसिद्धकुञ्चिकास्तोत्रं शिव उवाच शृणुदेवि प्रवक्ष्यामि कुञ्चिकास्तोत्रमुत्तमं येन मन्त्रप्रभावेण चण्डीजापशुभो भवेत् न गवचं नार्गलास्तोत्रं कीलकं न रहस्यकं न सूक्तन्नापि ध्यानं चेन्न्यासो न च वार्चनं कुञ्चिकापाठमात्रेण दुर्गापाठफलं लभेत् अतिगुह्यतरं देवी देवानामपि दुर्लभं गोपनीयं प्रयत्नेन स्वयो निरिव पार्वती मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकं पाठमात्रेण संसिद्ध्येत् कुञ्चिकास्तोत्रमुत्तमम् ॐ ऐं ह्रीं क्लीं चामुण्डायी विच्चे ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायी विच्चे ज्वलहं संलं क्षं फट् स्वाहा नमस्ते रुद्ररूपिणी नमस्ते मधुमर्दिनी नमः कैटभहारिणी नमस्ते महिषार्दिनी नमस्ते शुम्भहंत्री च निशुम्भासुरघातिनी जाग्रतं हि महादेवी जपं सिद्धं कुरुष्व मे ऐङ्कारी सृष्टिरूपाणी ह्रीङ्कारी प्रतिपालिका क्लीङ्कारी कामरूपिणी बीजरूपे नमोऽस्तु ते चामुण्डाचण्डघाती च यैकारी वरदायिनी विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणी धां धीं धूं धुर्जटेः पत्नी वां वीं वूं वागधीश्वरी क्रां क्रीं क्रूं कालिकादेवी शां शीं शूं मे शुभं कुरु हुं हुं हुङ्काररूपिणी जं जं जं जम्भनादिनी भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्नी ते नमो नमः अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं गुरु गुरु स्वाहा पां पीं पूं पार्वती पूर्णा खां खीं खूं खेजरी तथा सां सीं सूं सप्तशती देव्या मन्त्रसिद्धिं कुरुष्व मे इदं तु कुञ्चिकास्तोत्रं मन्त्रजागर्तिहेतवे अभक्तेनैव दातव्यं गोपितं रक्षपार्वती यस्तु कुञ्चिकया देवी हीनां सप्तशतीं पठेन् न तस्य जायते सिद्धिरण्ये रोदनं यथा इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्चिकास्तोत्रं सम्पूर्णम् अथ शापोद्धारमन्त्रः ॐ ह्रीं क्लीं श्रीं क्रां क्रीं चण्डिकादेवी शापनाशानुग्रहं कुरु कुरु स्वाहा ॐ श्रीं क्लीं ह्रीं सप्तशतीचण्डिके उत्कीलनं कुरु कुरु स्वाहा ॐ ह्रीं ह्रीं वं वं ऐं ऐं मृतसञ्जीविनी विद्ये मृतमुत्थापयोत्थापये क्रीं ह्रीं ह्रीं वं स्वाहा ॐ श्रीं श्रीं क्लीं हूं ॐ ऐं क्षोभयमोहये उत्कीलय उत्कीलय उत्कीलय ठं ठं ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मऋषिः अनुष्टुप् छन्दः चामुण्डादेवता अङ्गन्यासोक्तमातरो बीजं दिग्बन्धदेवतास्तत्त्वं श्रीजगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ॐ नमश्चण्डिकायै मार्कण्डेय उवाच ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणां यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामहा ब्रह्मोवाच अस्ति गुह्यतमं विप्रे सर्वभूतोपकारकं देव्यास्तु कवचं पुण्यं तच्छृण्वष्व महामुने प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी तृतीयं चन्द्रघण्डेति कूष्माण्डेति चतुर्थकं पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च सप्तमं कालरात्रीति महागौरीति च अष्टमं नवमं सिद्धिदात्री च नवदुर्गा प्रकीर्तिताः उक्तान्येतानि नामानि ब्रह्मनैव महात्मना अग्निनादह्यमानस्तु शत्रुमध्ये गतोरणे विषमे दुर्गमे चैव भयार्ता शरणं गताः न तेषां जायते किञ्चिदशुभं रणसङ्कटे नापदं तस्य पश्यामि शोकदुःखभयं नहि यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिप्रजायते ये त्वां स्मरन्ति देवेशी रक्षसे तान्न संशयः प्रेतसंस्थातु चामुण्डा वाराही महिषादना ऐन्द्रियगजसमारूढा वैष्णवी गरुडासना माहेश्वरी वृषारूढा कौमारी शिखिवाहना लक्ष्मी पद्मासना देवी पद्महस्ता हरिप्रिया श्वेतरूपधरा देवी ईश्वरी वृषवाहना ब्राह्मी हंससमारूढा सर्वाभरणभूषिता इत्येता मातरः सर्वाः सर्वयोगसमन्विताः नानाभरणशोभाढ्या नानारत्नोपशोभिताः दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः शङ्खं चक्रं गदामि शक्निं हलं च मुसलायुधं खेटकं तोमरं चैव परशुं पाशमेव च कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमं दैत्यानां देहनाशाय भक्तानामभयाय च धारयन्त्यायुधानीत्सं देवानां च हिताय मयि नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे महाबले महोत्साहे महाभयविनाशिनि त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता दक्षिणेवतु वाराही नैरृत्यां खड्गधारिणि प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी ऊर्ध्वं ब्रह्माणि मे रक्षेदधस्ताद्वैष्णवी तथा एवं दशदिशो रक्षेच्चामुण्डा शववाहना जया मे जाग्रतः पातु विजया पातु पृष्ठतः अजिता वामपार्श्वे तु दक्षिणे चापराजिता शिखामुद्योतिनीरक्षेदुमामूर्धिं व्यवस्थिता मालाधरी ललाटे च भ्रूरक्षेऽब्दिशश्विनी त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवाधिनी कपोलौकालिका रक्षेत्कर्णमूले तु शाङ्करी नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका नधरे चामृतकला जिह्वायां च सरस्वती दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका घण्टिकां चित्रघण्टा च महामाया च तालुके कामाक्षी च पुकं रक्षेद्वाजं मे सर्वमङ्गला ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी स्कन्धयोत्खड्गिनी रक्षेद्बाहू मे वज्रधारिणि हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीडु च नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेत् कुलेश्वरी स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी हृदये ललिता देवी उदरे शूलधारिणी नाभौ च कामिनी रक्षेत् गुह्यं गुह्येश्वरी तथा भूतनागामिकामेढ्रं गुदे महिषवाहिनी कट्यां भगवती रक्षेज्जानुनी विन्ध्यवादिनी जङ्घे महाबला रक्षेत् सर्वकामप्रदायिनी गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी पादाङ्गुलेषु श्रीरक्षेत् पादाधस्तलवादिनी नखान्तमिष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती अन्त्राणि कालरात्रिश्चे पित्तञ्च मुकुटेश्वरी पद्मावती पद्मकोशे कफे चूडामणिस्तथा ज्वालामुखीन खज्ज्वालामभेद्या सर्वसन्धिषु शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा अहङ्कारं मनोबुद्धिं रक्षेन्मे धर्मदारिणी प्राणापानौ तथा ज्ञानमुदानञ्च समानकं वज्रहत्ता च मे रक्षेत् प्राणं कल्याणशोभना रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा आयुः रक्षतु वाराही धर्मं रक्षतु वैष्णवी यशक्कीर्तिञ्च लक्ष्मीञ्च धनं विद्याञ्च चक्रिणी गोत्रमिन्द्राणि मे रक्षेत् पशून् मे रक्षचण्डिके पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा राजद्वारे महालक्ष्मीर्विजया सर्वतस्थिता रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु तत्सर्वं रक्ष मे देवी जयं ते पापनाशिनी पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः कवचेनावृतो नित्यं यत्र यत्रैव गच्छति तत्र तत्रार्थलाभश्चे विजयः सार्वकामिकः यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितं परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः त्रैलोक्ये तु भवेत् पूज्यः कवचेनावृतः पुमान् इदं तु देव्या कवचं देवानामपि दुर्लभं यः पठेत् प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः नश्यन्ति व्याधयः सर्वे लूता विस्फोटकादयः स्थावरञ्जङ्गमं चैव कृत्रिमं चापि यद्विषम् अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले भूचराख्यचराश्चैव जलजाश्चोपदेशिकाः सहजाकुलजामाला डाकिनी शाकिनी तथा अन्तरिक्षचराघोरा डाकिन्यश्च महाबलाः गृहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ब्रह्मराक्षतवेतालाः कूष्माण्डाभैरवादयः नश्यन्ति दर्शनात् तस्ये कवचे हृदि संस्थिते मानोन्नतिर्भवेद्राज्ञस्तेजो वृद्धिकरं परं यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा यावद्भूमण्डलं धत्ते शशैलवनकाननं तावत्तिष्ठति मेदिन्यां सन्ततिपुत्रपौत्रिकी देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभं प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः लभते परमं रूपं शिवेन सह मोदते इति देव्या कवचं सम्पूर्णम् ॐ अथ अर्गलास्तोत्रम् ॐ अस्य श्री अर्गलास्तोत्रमन्त्रस्य विष्णुर्ऋषिः अनुष्टुप् छन्दः श्रीमहालक्ष्मीर्देवता श्रीजगदम्बा प्रीतये सप्तशती पाठाङ्गत्वेन जपे विनियोगः ॐ नमश्चण्डिकायै मार्कण्डेय उवाच ॐ जयन्ती मङ्गलाकाली भद्रकाली कपालिनी दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते जय त्वं देवि चामुण्डे जय भूतार्तिहारिणि जय सर्वगते देवी कालरात्रि नमोऽस्तु ते मधुकैटभविद्राविविधा द्रुवरदे नमः रूपं देहि जयं देहि यशो देहि द्विषो जहि महिषातुरनिर्नाशि भक्तानां सुखदे नमः रूपं देहि जयं देहि यशो देहि द्विषो जहि रक्तबीजवधे देवी चण्डमुण्डविनाशिनि रूपं देहि जयं देहि यशो देहि द्विषो जहि शुम्भस्यैव निशुम्भस्य धूम्राक्षस्य च मर्दिनि रूपं देहि जयं देहि यशो देहि द्विषो जहि वन्दिताङ्घ्रियुगे देवि सर्वसौभाग्यदायिनी रूपं देहि जयं देहि यशो देहि द्विषो जहि अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि रूपं देहि जयं देहि यशो देहि द्विषो जहि नतेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे रूपं देहि जयं देहि यशो देहि द्विषो जहि स्तुवद्भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि रूपं देहि जयं देहि यशो देहि द्विषो जहि चण्डिके सततं ये त्वामर्चयन्तीह भक्तितः रूपं देहि जयं देहि यशो देहि द्विषो जहि देहि सौभाग्यमारोग्यं देहि मे परमं सुखं रूपं देहि जयं देहि यशो देहि द्विषो जहि विदेहि द्विषदां नाशं विदेहि बलमुच्चकैः रूपं देहि जयं देहि यशो देहि द्विषो जहि विदेहि देवि कल्याणं विदेहि परमां श्रियं रूपं देहि जयं देहि यशो देहि द्विषो जहि सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके रूपं देहि जयं देहि यशो देहि द्विषो जहि विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तं जनं कुरु रूपं देहि जयं देहि यशो देहि द्विषो जहि प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे रूपं देहि जयं देहि यशो देहि द्विषो जहि चतुर्भुजे चतुर्वक्त्र संस्तुते परमेश्वरि रूपं देहि जयं देहि यशो देहि द्विषो जहि कृष्णेन संस्तुते देवी शश्वद्भक्त्या सदाम्बिके रूपं देहि जयं देहि यशो देहि द्विषो जहि हिमाचलसुतानाथ संस्तुते परमेश्वरि रूपं देहि जयं देहि यशो देहि द्विषो जहि इन्द्राणीपति सद्भावपूजिते परमेश्वरि रूपं देहि जयं देहि यशो देहि द्विषो जहि देवि प्रचण्डदोर्दण्डदैत्यदर्पविनाशिनि रूपं देहि जयं देहि यशो देहि द्विषो जहि देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके रूपं देहि जयं देहि यशो देहि द्विषो जहि पत्नीं मनोरमां देहि मनोवृत्तानुदारिणीं तारिणीं दुर्गसंसारदागरस्य कुलोद्भवा इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः स तु सप्तशतीसङ्ख्यावरमाप्नोति सम्पदा इति देव्यार्गलास्तोत्रं सम्पूर्णम् ॐ अथ कीलकम् ॐ अस्य श्रीकीलकमन्त्रस्य शिवऋषिः अनुष्टुप् छन्दः श्रीमहासरस्वतीदेवता श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ॐ नमश्चण्डिकायै मार्कण्डेय उवाच ॐ विशुद्धज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे श्रेयप्राप्तिनिमित्ताय नमः सोमार्धधारिणे सर्वमेतद्विजानीयान्मन्त्राणामभिकीलकम् सोऽपि क्षेममवाप्नोति सततम् जाप्य तत्परः सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति न मन्त्रोऽनौषधं तत्रेण किञ्चिदपि विद्यते विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकं समग्राण्यपि सिद्ध्यन्ति लोकशङ्कामिमां हरः कृत्वा निमन्त्रयामासे सर्वमेवमिदं शुभं स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकारदः समाप्तिर्न च पुण्यस्येतां यथा मन्नियन्त्रणा सोऽपि क्षेममवाप्नोति सर्वमेवं न संशयः कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति इत्थं रूपेण कीलेन महादेवेन कीलितं योनिष्कीलां विधायीनां नित्यं जपति संस्फुटं ससिद्धस्य गणस्वोऽपि गन्धर्वो जायते नरः न चैवाप्यटतस्तस्यै भयं क्वापीह जायते नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात् ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः सौभाग्यादि च यत्किञ्चित् दृश्यते ललनाजने तत्सर्वं तत्प्रसादेने तेन जाप्यमिदं शुभं शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः शत्रुहानि परोमोक्षस्तूयते सा न किञ्जनैः इति देव्या कीलकस्तोत्रं सम्पूर्णम् अथ वेदोक्तं रात्रिसूक्तम् ॐ रात्रीद्याद्यष्टश्चस्य सूक्तस्य कुशिकः सौभरो रात्रिर्वा भारद्वाजो ऋषिः रात्रिर्देवता गायत्री छन्दः देवी माहात्म्यपाठे विनियोगः ॐ रात्रिर्व्यख्यदायति पुरुत्रा देव्या अक्षभिः विश्वाधिश्रियोधिता ओर्वप्रा अमर्त्या निवतो देव्यू उद्वताः ज्योतिषा बाधते नमः निरुस्वसा नमस्कृतोषसं देव्यायति अपेदुहासते नमः सा नो अद्ययस्या वयन्नितेयामन्नवीक्ष्महि वृक्षेण वासतिं वयाः निग्रामासोऽवीक्षत निपद्वं तो निपक्षिणाः निश्येनाधश्चिदर्थिनाः यावयावृक्या अमृकम् यवयस्तेन मूर्म्ये अथानः सुतरा भवा उपामापेपीशत्तमकृष्णम् व्यक्तमस्थिता मुषारिणे वा यातया उपाते गायिवाकारम् ऋणीष्वदूहितर्दिवः रात्रिस्तो मन्न जिज्ञुषी ऊं अथ सप्तशतीन्यासः अस्य श्रीप्रथममध्यमोत्तमचरित्राणाम् ब्रह्मविष्णुरुद्रारिषयः श्रीमहाकाली महालक्ष्मी महासरस्वत्यो देवताः गायत्री उष्टिगनुष्टुभश्छन्दांसि नन्दा शाकम्भरी भीमाशक्तयः रक्तदन्तिका दुर्गा भ्रामर्यो बीजानि अग्निवायुस्सूर्यास्तत्त्वानि ऋग्गजुः सामवेदाध्यानानि सकलकामनासिद्धये श्रीमहाकाली महालक्ष्मी महासरस्वती देवता प्रीत्यर्थे जपे विनियोगः ॐ खड्गिनी शूलिनी घोरागदिनी चक्रिणी तथा शङ्खिनी चापिनी बाणभुशुण्डी परिगायुधा अङ्गुष्टाभ्यां नमः हृदयाय नमः ॐ शूलेन पाहि नो देवी पाहि खड्गेण जाम्बिके घण्टास्वनेन न पाहि चापज्यानि स्वनेन च तर्जनीभ्यां नमः शिरसे स्वाहा ॐ प्राच्यां रक्षप्रतीच्यां च चण्डिके रक्षदक्षिणे ब्राह्मणेनात्मशूलस्य उत्तरस्यां तथेश्वनी मध्यमाभ्यां नमः शिखानि वषट् ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते यानि चाप्यर्थघोराणि तैरक्षात्मां तथा भुवम् अनामिकाभ्यां नमः कवचायहम् ॐ खड्गशूलगदादीनि यानि शास्त्राणि ते अम्बिके करपल्लवसङ्गीनि तैरस्मान् रक्षदर्वतः कनिष्ठिकाभ्यां नमः नेत्रत्रयाय वौषट् ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते भयेभ्यत्राहि नो देवि दुर्गे देवि नमोऽस्तु ते करतलकरपृष्ठाभ्यां नमः अस्त्राय फट् ध्यानम् भूर्भुवः सुवरोम् इति दिग्बन्धः ध्यानम् विद्युद्दामदमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिक्करवालखेटविलदद्धत्ताभिराधेविता हस्तैश्चक्रगदादिकेटविशिखां चापं गुणं तर्जनीं बिभ्रानामलनात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे लं पृथिव्यात्मिकायै गन्धं कल्पयामि हमाकाशात्मिकानि पुष्पाणि कल्पयामि यं वायुवात्मिकानि धूपमाघ्रापयामि रम्मज्ञात्मिकानि दीपं दर्शयामि वं अमृतात्मिकानि अमृतं निवेदयामि सं सर्वात्मिकानि समस्तोपजानान् समर्पयामि अथ श्रीदुर्गा सप्तशती प्रथमोऽध्यायः ॐ अस्य श्रीप्रथमचरित्रस्य ब्रह्मार्षिः महाकालीदेवता गायत्री छन्दः नन्दाशक्तिः रक्तदन्तिका बीजम् अग्निस्तत्त्वम् ऋग्वेदस्वरूपम् श्रीमहाकाली प्रीत्यर्थे प्रथमचरित्रजपे विनियोगः ध्यानम् खड्गं चक्रगदेषु चापपरिघाञ्छूलं भुशुण्डीं शिरः शङ्खं सन्दधतीं करैस्तृणयनां सर्वाङ्गभूषावृतां नीलाश्मद्युतिमास्य पाददशकां सेवे महाकालिकां यामस्तोत्सुपिते हरौ कमलजो हन्तुं मधुङ्कैटभम् ॐ नमश्चण्डिकायै ॐ मयीं मार्कण्डेयमुवाच सावर्णिसूर्यतनयो यो मनुः कथ्यतेष्टमः निशामयतु दुत्पत्तिं विस्तराद्गततो मम महामायानुभावेन यथा मन्वन्तराधिपः सबभूव महाभागस्सावर्णिस्तनयोरवेः स्वारोचिषेन्दरे पूर्वं चैत्रवंशसमुद्भवः सुरथो नाम राजाभूत् समस्ते क्षितिमण्डले तस्य पालयतः सम्यक् प्रजापुत्राणि मौरसान् बभूवुश्शत्रवो भूपा कोलाविध्वंसिनस्तदा तस्य तैरभवद्युद्धमतिप्रबलदण्डिनः न्यूनैरपि सतैर्युद्धे कोला विध्वंसिभिर्जितः ततस्वपुरमायातो निजदेशाधिपोऽभवत्। आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः अमाप्तैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः कोशोबलञ्चापहृतं तत्रापि स्वपुरे ततः ततो मृगया व्याजेन हृतस्वाम्यस्य भूपतिः एकाकीहयमारुह्ये जगामगहनं वनम्। स तत्राश्रममद्राक्षीद्विजवर्यस्य मेधसः प्रशान्तश्वापदाकीर्णं मुनिशिष्योपशोभितं तस्थौ कञ्चित् सकालञ्च मुनिना तेन सत्कृतः इतश्चेतश्च विचरं तस्मिन्मुनिवराश्रमे। सोचिन्तयत्तदा तत्र मम त्वाकृष्टचेतनः मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् मद्भृत्यैर्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा। न जाने स प्रधानो मे शूरहस्ति सदा मदः मम वैरिवशं यातः कान् भोगानुपलप्स्यते। ये ममानुगता नित्यं प्रसादधनभोजनैः अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृता असम्यग्वयशीलैस्तैः कुर्वद्भिः सततं ययं सञ्चितस्वोतिदुःखेन क्षयं कोशो गमिष्यति। एतच्चान्यच्च सततं चिन्तयामास पार्थिवः तत्र विप्राश्रमाभ्याति वैश्यमेकं ददृशतः सपृष्टत्तेन कस्तुम्भो हेतुश्चागमनेत्रकः सशोकैव कस्मात् त्वं दुर्मना इव लक्ष्यसे। इत्याकन्यवचस्तस्यै भूपते प्रणयोदितं प्रत्युवाचततं वैश्यप्रश्रयावनतो नृपं। वैश्यमुवाच समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले पुत्रदारैर्निरस्तश्चेदनलोभादसाधुभिः विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनं वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकां प्रवृत्तिं सुजनानाञ्च दाराणाञ्चात्र संस्थितः किन्नु तेषां गृहे क्षेममक्षेमं किन्नु साम्प्रतं कथं ते किन्नु सद्वृत्ता दुर्वृत्ता किन्नु मे सुताः। राजोवाच यैर्निरत्तो भवान् लुब्धये पुत्रदारादिभिर्दनैः तेषु किं भवतः स्नेहमनुबध्नादिमानसं। वैश्यबुवाच एवमेतद्यथा प्राह भवानस्मद्गतं वचः किं करोमि न बध्नाति मम निष्ठुरतां मनः। यैः संत्यज्यपितः स्नेहं धनलुब्धैर्निराकृतः पतिस्वजनहार्दं च हार्दितेष्वेव मे मनः। किमेतन्नाभिजानामि जानन्नपि महामते यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु तेषां कृते मे निःश्वासो दौर्मनस्यञ्च जायते। करोमि किं यन्न मनत्तेष्वप्रीतिषु निष्ठुरं मार्कण्डेय उवाच ततस्तौ सहितौ विप्रे तं मुनिं समुपस्थितौ समाधिर्नाम वैश्योऽसौ स च पार्थिव दत्तमः कृत्वा ततो यथा न्यायं यथार्हं तेन संविदम् उपविष्टौ कथा काचिच्चक्रतुर्वैश्यपार्थिवौ। राजोवाच भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् दुःखाजयन्मे मनसः स्वचित्तायत्ततां विना मम त्वङ्गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तमा अयञ्जनिकृतपुत्रैर्दारैर्भृत्यैस्तथोज्झितः स्वजनेन च सन्त्यक्तस्तेषु हार्दी तथाप्यति एवमेट तथाहं च द्वावप्यत्यन्तदुःखितं दृष्टदोषेऽपि विषये मम त्वाकृष्टमानसौ तत्किमेतन्महाभागे यन्मोहो ज्ञानिनोरपि ममास्य च भवत्येषा विवेकान्धस्य मूढता। ऋषिरुवाच ज्ञानमत्तिसमस्तस्य जन्तोर्विषयगोचरे विषयश्च महाभागे याति चैवं पृथक् पृथक् दिवान्धा प्राणिनः केचिद्रात्रान्धास्तथा परे केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ज्ञानिनो मनुजाः सत्यं किन्तु तेन हि केवलं यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणां मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः। ज्ञानेऽपि सति पश्यीतान् पतङ्गाञ्छापचञ्चुषु कनमोक्षादृतान् मोहात् पीड्यमानानपि क्षुधा मानुषामनुजोयाग्रे साभिलाषाः सुतान् प्रति लोभात् प्रत्युपकाराय नन्वेतान् किन्न पश्यसि। तथापि मम दावर्ते मोहगर्ते निपातिताः। महामायाप्रभावेने संसारस्थितिकारिणा तन्नात्र विस्मयकार्यो योगनिद्रा जगत्पतेः। महामाया हरेच्चैडातयानं मोह्यते जगत् ज्ञानिनामपि चेतांसि देवी भगवती हि सा। बलादाकृष्य मोहाये महामाया प्रयच्छति तया विसृज्यते विश्वं जगदेतच्चराजनं। सैडा प्रसन्ना वरदा नृणां भवति मुक्तये। सा विद्या परमा मुक्तेर्हेतुभूता सनातनी। संसारबन्धहेतुश्चैव सर्वेश्वरेश्वरी। राजोवाच भगवन् गाहिदा देवी महामायेति यां भवान् ब्रवीदिगतमुत्पन्नादाकर्मात्याज्ञकिन्विजा। यत्प्रभावाच सा देवी यत्स्वरूपा यदुद्भवा तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविनां वरा। ऋषिरुवाच नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततं तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम। देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते। योगनिद्रां यदा विष्णुर्जगत्ये कारणवीकृते आस्तीर्यशेषमभजत्कल्पां ते भगवान् प्रभुः। तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ। सनाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनं। तुष्टावयोगनिद्रां तामेकाग्रहृदयस्थितः विबोधनार्थाय हरेर्हरिनेत्रकृतालया विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीं निद्रां भगवतीं विष्णोरतुलां तेजसप्रभुः। ब्रह्मोवाच त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारस्वरात्मिका सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता अर्धमात्रा स्थिता नित्यायानुच्चार्या विशेषतः। त्वमेव सन्ध्याता वित्रे त्वं देवि जननी परा। त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत् त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा। विदृष्टौ दृष्टिरूपा त्वं स्थितिरूपा च पालने तथा संवृतिरूपां ते जगतोऽस्य जगन्मये। महाविद्या महामाया महामेधा महास्मृतिः महामोहा च भवती महादेवी महासुरी। प्रकृतिस्त्वञ्च सर्वस्य गुणत्रयविभाविनी कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा। त्वं श्री त्वमीश्वरी त्वं ह्री त्वं बुद्धिर्बोधलक्षणा। लज्जापुष्टित्तथा तुष्टित्वं शान्तिः क्षान्तिरेव च। खड्गिनी शूलिनी घोरागदिनी चक्रिणी तथा शङ्खिनी चापि नीबाणभुषुण्डी परिघायुधा। सौम्या सौम्यतरा शेषसौम्येभ्यः स्तुतिसुन्दरी। परापराणां परमा त्वमेव परमेश्वरी। यच्च किञ्चित् क्वचिद्वस्तु सततद्वाखिलात्मिके तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा। यया त्वया जगत्सृष्टा जगत्पात्यो जगत् सोऽपि निद्रावशं नीतः क्वस्त्वां स्तोतुमिहेश्वरः। विष्णुशरीरग्रहणमहमीशान एव च कारितास्ते तोतस्त्वां कस्तोतुं शक्तिमान् भवेत्। सात्वमिच्छं प्रभावैस्वैरुदारैर्देविधं स्तुता। मोहयेतौ दुराधरिडा वसुरौ मधुकैटभौ प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु बोधश्च क्रियतामस्य हन्तुमेतौ महादुरौ। ऋषिरुवाच एवं स्तुता तदा देवी तामसी तत्र वेधसा। विष्णोप्रबोधनार्थायै निहन्तुं मधुकैटभौ नेत्रात्यनादिका बाहुहृदयेभ्यस्तथोरसः। निर्गम्यदर्शनेतस्थौ ब्रह्मणो व्यक्तजन्मनः उत्तस्थौ तु जगन्नाथस्तया मुक्तो जनार्दनः। एकार्णवे हि शयनात् ततस्त ददृशे च तौ मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ क्रोधरक्ते क्षणावत्तुं ब्रह्माणञ्जनितोद्यमौ। समुत्थाय ततस्ताभ्यां युधे भगवान् हरिः पञ्चवरिडदहस्राणि बाहुप्रहरणो विभुः। तावप्यति बलोन्मत्तौ महामायाविमोहितौ उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम्। श्रीभगवानुवाच भवेतामद्य मे तुष्टो मम वध्यावुभावपि किमन्येन वरेणात्रयेतावद्धिवृतं मम। ऋषिरुवाच वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् विलोक्यताभ्यां गदितो भगवान् कमलेक्षणः आवां जहिन यत्रोर्मी सलिलेन परिप्लुता ऋषिरुवाच तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता कृत्वा चक्रेण वैच्छिन्ने जघने शिरसीतजोः एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयं प्रभावमस्या देव्यास्तु भूय शृणु वदामि ते ऐं वो स्वस्ति श्रीमार्कण्डेयपुराणे सूर्यधावर्णिके मन्वन्तरे देवी महात्म्ये सत्यासं तु यजमानस्य कामाः ॐ ॐ अथ द्वितीयोऽध्यायः ॐ अस्य श्रीमध्यमचरित्रस्य विष्णुर्ऋषिः महालक्ष्मीर्देवता मुष्टिच्छन्दः शाकम्भरीशक्तिः दुर्गाबीजं वायुस्तत्त्वं यजुर्वेदस्वरूपं श्रीमहालक्ष्मीप्रीत्यर्थे मध्यमचरित्रजपे विनियोगः ध्यानम् ॐ अक्षस्रक्परशुङ्गदेषु कुलिशं पद्मं धनुष्कुण्डिकां दण्डं शक्तिमसिञ्च चर्मजलजं घण्टां सुराभाजनं शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां सेवे तैरिवमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॐ ह्रीं ऋषिरुवाच देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा महिषे दुराणामधिपे देवानाञ्च पुनन्दरे तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितं जित्वा च सकलान् देवानिन्द्रो भून्महिषादुरः ततः पराजिता देवा पद्मयोनिं प्रजापतिं पुरस्कृत्य गदास्तत्र यत्र शगरुडध्वजौ यथावृत्तं तयोस्तद्मन्महिषादुरचेष्टितं त्रिदशा कथयामासुर्देवा विभवविस्तरं सूर्येन्द्राग्निलेन्दूनां यमस्य वरुणस्य च अन्येषाञ्चाधिकारान् स स्वयमेवाधितिष्ठति स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि विचरन्ति यथा मर्त्या महिषेण दुरात्मना एतद्वक्कथितं सर्वमरारिविजेष्टिनं शरणं वप्रपन्नास्मो वधस्तस्य विचिन्त्यता इत्थं निशम्य देवानां वचांसि मधुसूदनः चकारकोपं शम्भुश्चे भृकुटीकुटिलाननौ ततोऽधिकोपपूर्णस्य चक्रिणो वदनात्ततः निश्चक्राममहत्तेजो ब्रह्मणः शङ्करस्य च अन्येषाञ्चैव देवानां शक्रादीनां शरीरतः निर्गतं सुमहत्तेजस्तच्चैज्ञं समगच्छत अतीवतेजसक्कूटं ज्वलन्तमिव पर्वतं ददुषुस्ते सुरास्तत्र ज्वाला व्याप्तदिगन्तरम् अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् एकस्थन्दतभून्नारी व्याप्तलोकत्रयं तुषा यदभूच्छाम्बवं तेजस्तेनाजायत तन्मुखां याम्येन चाभवन् केशा बाहवो विष्णुतेजसा सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवन् वारुणेन च जङ्घोरु नितम्बस्तेजसा भुवः ब्रह्मणस्तेजसा पातु ततङ्गुल्योऽर्कतेजसा वसूनाञ्जकराङ्गुल्यकौबेरेण च नासिका तस्यात्मनं दासम्भूता प्राजापत्येन तेजसा नयनत्रयञ्जज्ञे तथा पावकतेजसा भ्रूचसंजयोस्तेजश्रवणावणिलस्य च अन्येषाञ्चैव देवानां सम्भवस्तेजसामि शिवा ततः समस्तदेवानां तेजो राशिसमुद्भवा तां विलोक्यमुदं प्रापुरमरा महिषार्दिताः शूलं शूलाद्विनिष्कृष्ये ददौ तस्यै पिनाकधृक् चक्रं च दत्तवान् कृष्णः समुत्पाद्य स्वचक्रदः शङ्खं च वरुणशक्तिं ददौ तस्यै हुताशनः मारुतो दत्तवां चापं बाणपूर्णे तथेषुधि वज्रमिन्द्रसमुत्पाद्ये कुलिशादमराधिपः ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजान् कालदण्डाद्यमोदण्डं पाशञ्चाम्बुपतिर्ददौ प्रजापतिश्चाक्षमालां ददौ ब्रह्माकमण्डलं समत्तरोमकूपेषु निजरश्मीन् दिवाकरः कालच्च दत्तवान् खड्गं तस्याच्चन्मजनिर्मलं क्षीरोदच्चामलं हारमजरे च तथाम्बरे चूडामणिं तथा दिव्यं कुण्डले कटकानि च अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु नूपुरौ विमलौ तद्वद्ग्रैवेयकमनुत्तमम् अङ्गुलीयकरत्नानि तमस्ता स्वङ्गुलेषु च विश्वकर्मादूतस्यै परशुञ्चादिनिर्मलम् अस्त्राण्यनेकरूपाणि तथा भेद्यं जदंशनम् अम्लानपङ्गजां मालां शिरस्युरसि चापराम् अददज्जलधिस्तस्यै पङ्गजं चातिशोभनम् हिमवान्वाहनं सिंहं रत्नानि विविधानि च ददावशून्यं सुरयापानपात्रं धनाधिपः षेडच्च धर्मनागेशो महामणिविभूषितं नागहारं ददौ तस्यै धत्तेय पृथिवीमिमा अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा सम्मानिताननादोच्चैः साट्टः मुहुर्मुः तस्यानादेन घोरेणे कृत्स्नमापूरितं नभः अमायतातिमहता प्रतिशब्दो महानभूत् चुक्षुपुःसकलालोका समुद्राश्च च कम्पिरे चचालवसुधा चेलुःसकलाश्च महीधराः जयेति देवाश्च मुदा दामोजुः सिंहवाहिनीं दुष्टपुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः सन्नद्वाकिल सैन्यात्ते तमुत्तस्तुरुदायुधाः आक्यमेतदिति क्रोधादाभाट्यमहिषादुरः अभ्यदावततं शब्दमशेषैरसुरैर्वृतः सददर्शततो देवीं व्याप्तलोकत्रयां तुषा पादाक्रान्त्यानतभुं किरीटोल्लिखिताम्बरां क्षोभिताशेषपातालां धनुर्जानि स्वनेनतां दिशो भुजदहत्रेण समन्ताद्व्याप्यदं स्थितां ततः प्रवृते युद्धं तया देव्या दुरद्विषां शस्त्रात्रैर्बहुधा मुक्तैरादिपितदिगन्तरम् महिषादुरसेनानी चिक्षुराख्यो महादुरः युधे चामरज्जान्नी चतुरङ्गबलान्वितः रथा नाम युतैषड्विरुदग्राख्यो महादुरः अयुध्यतायुधानाञ्चेदहत्रेण महानुः पञ्चाशद्भिश्च नियुतैरसिलो मा महासुरः अयुतानां शतैषड्भिर्बाष्कलो युधेरणे गजवाजितहत्रौघैरनेकैः परिवारितः मृतोरथानां कोट्या चे युद्धे तस्मिन्न युध्यता बिडालाख्योयुतानाञ्चे पञ्चाशद्भिरथायुतैः युधे संयुगे तत्र रथानां परिवारितः अन्ये च तत्रायुतशूर्धनागहयैर्वृताः युधुः संयुगे देव्यादः तत्र महासुराः कोटिकोटिदहत्रयित्तु रथानां दन्तिनां तथा भयानाञ्च वृतो युद्धे तत्राभून्महिषासुरः तोमरैर्बिन्दिपालयैश्च शक्तिभिर्मुदलैस्तथा युधुः संयुगे देव्या खड्गैः परशुपट्टिशैः केचिच्च चिक्षिपुःशक्तिः केचित् पाशांस्तथा परे देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका लीलैव प्रचिच्छेदे निजशस्त्रात्र वर्षिणी अनायस्ताननादेवी स्तूजमाना सुरऋषिभिः मुमोचादुरदेहेटु शत्राण्यत्राणि चेश्वनी सोऽपि क्रुद्धोद्धुतसटो देव्या वाहनकेसनी चचारादुरसैन्येषु वनेष्विबहुता जनः निःश्वादान्ममुचेयामिश्चे युध्यमानारणेऽम्बिका त एव सद्यः सम्भूता गणाः शतदहत्रजः युधुत्ते परशुभिर्बिन्दिपालादिपट्टिशैः नाशयन्तो दुरगणान् देवी शक्तिपबृम्मिताः अवादयन्तपटहान् गणाः शङ्खान् तथा परे मृदङ्गाञ्च तथैवान्ये तस्मिन् युद्धमहोत्सवे ततो देवी त्रिशूलेने गदया शक्तिवृष्टिभिः खड्गादिभिश्च शतशो निजघानमहासुरान् पातयामात चैवान्यान् घण्टास्वनविमोहितान् असुरान् भुवि पाशेने बद्ध्वा जान्यानकर्षयत् केचिद्विधागता तीक्ष्णैः खड्गपादैस्तथा परे विपोतिथानिपातेने गदया भुवि शेरते वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः केचिन्निपतिता भूमौ भिन्ना शूलेन वक्षसि निरन्तराशरौघेन कृता केचिद्दृणाजिरे शेनानुकारिणप्राणान् मुमुचुस्त्रुतशार्दनाः केषाञ्चिद्बाहवच्छिन्नाच्छिन्नग्रीवात्तथा परे शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः विच्छिन्नजङ्गात्वपरे पेतुरुर्व्यां महासुराः एकबाक्वक्षिचरणाः केचिद्देव्याद्विधा कृताः छिन्नेऽपि चान्ये शिरसि पतिता पुनरुत्थिताः कबन्धायुधुर्देव्या गृहीतपरमायुधाः ननतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः कबं दाच्छिन्नशिरदखड्गशक्तिष्टिपानयः तिष्ठतिष्ठेति भाजं तो देवी मन्ये महादुराः पातितेरथनागाश्वैरसुरैश्च वसुन्धरा अगम्यासा भवत्तत्र यत्राभूत्समहारणः शोणितौघामहानद्यः सद्यस्तत्र प्रसुश्रुवः मध्ये जातुरसैन्यद्यवारणासुरवाजिना क्षणेन तन्महादैन्यमधुराणां तथा अम्बिका निन्ये क्षयं यथावण्यस्तृणदानुमहाजयं स च सिंहो महानादमुत्सृजं धुतकेधरः शरीरेभ्योमरारीणामसूनिव विचिन्वति देव्यागणैश्च तैस्तत्र कृतं युद्धं महासुरैः यथैजां तुतुषुर्देवा पुष्पवृष्टिमुचोदिनि स्वस्ति श्रीमार्कण्डेयपुराणे सूर्यदावर्णिके मन्वन्तरे देवीमाहात्म्ये सत्याः सन्तु यजमानस्य कामाः श्रीजगदम्बार्पणमस्तु। ॐ अथ तृतीयोऽध्यायः ध्यानम्। ॐ उद्यद्भानुसहस्रकान्तिमनुनक्षौमां शिरोमालिकां रक्तालिप्तपयोधरां जपवटीं विद्यामभेदिं वरं हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं देवीं बद्धहिमांशुरत्नमुकुटां मन्देरविन्दस्थितां। ॐ ऋषिरुवाच निहन्यमानं तत्सैन्यमवलोक्य महादुरः सेनानीचक्षुरकोपाद्ययो योद्धुमथाम्बिकां स देवीं शरवर्षेणेववर्षतमनेधुरः यथा मेरुगिरे शृङ्गं तोजवर्षेण तोजदः तस्य छित्त्वा ततो देवी लीलैव शरोत्करान् जगानतुरगान् बाणैर्यन्तानं चैव वाजिनां चिच्छेद च धनुःसद्यो ध्वजं जातितमुच्छ्रितं विव्याद चैव गात्रेषु छिन्नधन्वानमाशुकैः सच्छिन्नधन्वा विरथो हताशो हतसारथिः अभ्यदावत तां देवीं खड्गजन्मधरोऽसुरः सिंहमाहत्य खड्गेण तीक्ष्णदारेण मूर्धनि आजगानभुजे धव्ये देवीमप्युतिवेगवान् तस्याखड्गोभुजं प्राप्ये पफालनृपनन्दने ततो जग्राहशूलं से कोपादनुलोचनः चिक्षेप च ततस्तत्तु भद्रकाल्यां महादुरः जाज्वल्यमानं तेजोभिरविबिम्बमिमाम्बरात् दृष्ट्वा तदापतच्छूलं देवीशूलममुञ्चत तच्छूलं शतधातेन नीतुं स च महादुरः हदे तत्मिन्महावीर्ये मैडत्नजमूपतौ आजगामगजारूढश्चामरस्त्रदशार्दनः सोऽपि शक्तिं मुमोचाथ देव्या तामम्बिकाद्रुतं हुङ्काराभिहतां भूमौ पातयामातनिष्प्रभां भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः चिक्षेपचामरशूलं बाणैस्तदपि साच्छिनत् ततः सिंहसमुत्पत्ये गजकुम्भान्तरे स्थितः बाहुयुद्धेन युयुधे तेनोच्चैस्त्रदशारिणा युध्यमानौ ततस्थौ तु तस्मान्नागान्महीङ्गतौ युधादेति संरब्धौ प्रहारैरतिदारुणैः ततो वेगात्खमुत्पत्ति निपत्य च मृगारिणा करप्रहारेण शिरश्चामरस्य पृथक्कृतम् उदग्रश्चरणे देव्या शिलावृक्षादिबिर्हतः दन्तमुट्टितलैश्चैव करालश्च निपातितः देवी क्रुद्ध्वा गदापातैश्चूर्णयामास चोद्धतम् बाष्कलं विन्दिपालेन बाणैस्ताम्रं तथाम्भकम् उग्रास्य मुग्रवीर्यञ्च तथैव च महाहनुं त्रिनेत्रा च त्रिशूलेन जघानपरमेश्वरी बिडालत्यादिनाकायात् पातयामास वैशिरः दुर्धरं दुर्मुखं चोभूषरैर्निन्येयमक्षयम् एवं संक्षेयमाने तु स्वसैन्ये महिडादुरः माहिडेन स्वरूपेण त्राथयामास ताङ्गनान् कामिश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथा परान् लाङ्गूलताडितां चान्यान् शृङ्गाभ्यां च विदारितान् वेगेन कांश्चिदपरान्नादेन भ्रमणेन च निःश्वादपवनेनान्यान् पातयामास भूतले निपात्य प्रमथानीकमभ्यदावतसोऽसुरः सिंहं मन्तुं महादेव्या कोपं चक्रेतुतूम्बिका स्वपि कोपान् महावीर्य खुरक्षुण्णमहीतलः शृङ्गाभ्यां पर्वतानुच्चां चिक्षेपजननाद च वेगभ्रमणविक्षुण्णामहीतस्य व्यशीर्यत लाङ्गूलेनाहतश्चाब्धिप्लावयामात सर्वतः धुतशृङ्गविभिन्नाश्चिखण्डं खण्डं ययुर्घनाः श्वासानिलात्ताः शतशो निपेतुर्नभसूचलाः इति क्रोधतमात्मातमापतन्तं महादुरं दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् सा क्षिप्त्वा तस्य वैपाशन्तं बबन्धमहासुरं तत्याजमाहिजं रूपं सोऽपि बद्धो महामृधे ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः छिनत्ति तावत् पुरुषः खड्गपाणिरदृश्यत तत एवाशु पुरुषं देवी चिच्छेदसायकैः तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः करेण च महासिंहं तं च कर्षजगर्जजा कर्षदस्तुकरं देवी खड्गेण निरकृन्दता ततो महासुरो भूजो माहिनं वपुरा स्थितः तथैव क्षोभयामादत्रैलोक्यं सचराचरं ततः क्रुद्धा जगन्माता चण्डिकापानमुत्तमं पवौ पुनः पुनश्चैव जहातारुणलोचना ननर्दजातुरस्वोऽपि बलवीर्यमदोद्धतः विषाणाभ्यां च चिक्षेपे चण्डिकां प्रतिभूदरान् सा च तान् प्रहितांस्तेने चूर्णयन्ती शरोत्करैः उवाच तं मदोद्धूतमुखरागाकुलाक्षरं देवी उवाच गर्ज गर्जक्षणं मूढे मधु यावत् पिबाम्यहं मया तु इह ते त्रैवे गर्जिष्यं चाशु देवताः ऋषिरुवाच एवमुक्त्वा तमुत्पत्त्ये सारूढा तं महासुरं पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ततः स्वोऽपि पदाक्रान्तस्तया निजमुखात्ततः अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः अर्धनिष्क्रान्त एवासु युध्यमानो महासुरः तया महाधिना देव्या शिरच्छित्वा निपातितः ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाशतत् प्रहर्षं च परं जग्मुः सकला देवतागणाः तुष्टुतुस्तां सुरा देवीं सह दिव्यैर्महर्षिभिः जगुर्गन्धर्वपतयो ननुतुश्चाप्सरोगणाः ॐ स्वस्ति श्रीमार्कण्डेयपुराणे सूर्यसावर्णिके मन्वन्तरे देवीमाहात्म्ये श्रीजगदम्बार्पणमस्तु। ॐ अथ चतुर्थोऽध्यायः ध्यानम्। ॐ कालाभ्राभां कटाक्षैररिकुलभयदां मौळिबद्धेन्दुरेखां शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्रां सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्यायेद्दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामयीः। ॐ ऋषिरुवाच शक्रादयः सुरगणा निहते दिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या तां तुष्टुवप्रणतिनम्रशिरोधरां सा वाग्भिप्रहृषपुलकोद्गमचारुदेहाः देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्तिसमूहमूर्त्या तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सानः यस्या प्रभावमतुलं भगवानन्तो ब्रह्माहरश्च नैः वक्तुमलं बलं च सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभयत्नमतिं करोतु या श्री स्वयं सुकृतिनां भवनेष्वलक्ष्मी पापात्मनां कृतधियां हृदयेषु बुद्धिः श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नता स्म परिपालय देवि विश्वं किं वर्णयाम तवरूपमचिन्त्यमेतत्किञ्जातिनीर्यमसुरक्षयकारि भूरि किञ्चाहवेटुचरितानि तवाद्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु हेतुः समस्तजगतां त्रिगुणापि दोषैर्न ज्ञायसे हरिहरादिभिरप्यपाराम् सर्वाश्रयाखिलमिदं जगदंशभूतमव्याकृता हि परमा प्रकृतिस्त्वमाद्या यस्या समस्तसुरतादमुदीरणेने तृप्तिं प्रयाति सकलेषु मखेषु देवी स्वाहा शिवै पितृगणस्य च तृप्तिः तुरुच्चार्यसे त्वमत एव जनैः स्वधा च या मुक्तिहेतुरविचिन्त्यमाव्रता त्वमभ्यत्यते सुनीयते म्रियतत्त्वसारैः मोक्षार्तिभिर्मुनिभिरत्तदमत्तदोषैर्विद्यादिता भगवती परमा हि देवी शब्दात्मिकाधूमलज्ञजुषां निधानमुद्गीतरम्यपदपाठवताञ्च साम्ना। देवीत्रयी भगवती भवभावनाये वार्ता च सर्वजगतां परमार्त्रिहं त्रयी मेधातिदेवि विदिदाखिलजात्रदारा दुर्गादिदुर्गभवदागरणौरसङ्गा श्रीकैटभारिहृदयैककृताधिवादा गौरे त्वमेव शशिमौलिकृतप्रतिष्ठा ईषत्सहादममनं परिपूर्णचन्द्रबिम्बानुकारिगणकोत्तमकान्तिकान्तम् अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्त्रं विलोक्य दहदा महिषासुरेण दृष्ट्वा तु देवि कुपितं भ्रुकुटीकरालमुद्यच्छ शाङ्कसदृशच्छवियन्न सद्यः प्राणान्मुमोच महिडत्तदतीव चित्रं कैर्जीव्यते हि कुपितान्तकदर्शनेन देवि प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि विज्ञातमेतदधुनैव यदस्तमेतन्नीतं बलं सुविपुलं महिषासुरस्य ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः धन्यास्तयेव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना धर्म्याणि देवि सकलानि सदैव कर्माण्यत्यादत प्रतिदिनं सुकृती करोति स्वर्गं प्रयाति च ततो भवती प्रसादान् लोकत्रयेऽपि फलदा ननु देवि तेना दुर्गे स्मृता हरसि भीतिमशेषजं तो स्वस्थये स्मृता मतिमतीव शुभां ददासि दारिद्र्यदुःखभयहारिणिका त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ये बृहतैर्जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम् सङ्ग्राममृत्युमधिगम्य दिवं प्रयान्तुमत्वेति नूनमहिदान्विनियंसि देवी दृष्ट्वैव किन्न भवती प्रकरोति भत्म सर्वादुरानर्षयत्प्रहिणोडिशस्त्रं लोकान् प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वपि तेति साध्वी खड्गप्रभाणिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् यन्नागता विलेमंशुमदिन्दुखण्डयोग्याननं तव विलोकयतां तदेतत् दुर्वृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः वीर्यं च हन्तृहृतदेव पराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थं केनोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शत्रुभयहार्यति हारि कुत्र चित्ते कृपाधमननिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वयादमरमूर्धनि तेऽपि हत्वा नीतादिमं रिपुगणाभयमप्यपात्तमस्माकमुन्मदसुरारि भवन्नमस्ते शूलेन पाहि नो देवी पाहि खड्गेन चाम्बिके घण्टास्वनेन न पाहि चापज्जानिस्वनेन च प्राच्यां रक्षप्रतीच्यां च चण्डिके रक्षदक्षिणे ब्राह्मणेनात्मशूलस्य उत्तरस्यां तथेश्वनि सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते यानि जात्यर्थघोराणि तैरक्षास्मां तथा भुवं खड्गशूलगदादीनि यानि जात्राणि तैम्बिके करपल्लवसङ्गीनि तैरत्मान् रक्षदर्वदः ऋषिरुवाच एवं स्तुताधुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः अर्चिता जगतां धात्री तथा गन्धानुलेपनैः भक्त्यादमत्तैस्तदशैर्दिव्यैर्धूपैस्तु धूपिता प्राहप्रसादसुमुखी समस्तान् प्रणतान् सुरान् देव्युवाचा व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितं देवावूचुः भगवत्यागतं सर्वं न किञ्चिदवशिष्यते यदयं निहतशत्रुरस्माकं महिषादुरः यदि चापि वरोदेयस्त्वयास्माकं महेश्वरी संस्मृता संस्मृता त्वन्नो हिंसेथा परमापदः यश्च मर्त्यस्तवैरेभिस्त्वां स्तोष्यत्यमलानने तस्य वित्तर्थिविभवैर्धनदारादिसम्पदा वृद्धयेऽस्मत्प्रसन्नात्मं भवेथा सर्वदाम्बिके ऋषिरुवाच इति प्रसादिता देवी जगतोऽर्थे तथात्मनः तथेत्युक्त्वा भद्रकाली बभूवां तर्हिता नृपे इत्येतत्कथितं भूपे सम्भूता सा यथा पुरा देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी पुनश्च गौरीदेहात्सादमुद्भूता यथा भवत् वधाय दुष्टदैत्यानां तथा जुम्मणि शुम्भयो रक्षणाय च लोकानां देवानामुपकारिणी तच्छृणुष्व मया ख्यातं यथावत् कथयामि ते। ह्रीं ॐ स्वस्ति श्रीमार्कण्डेयपुराणे सूर्यसावर्णिके मन्वन्तरे देवी महात्म्ये श्रीजगदम्बार्पणमस्तु। ॐ ॐ अथ पञ्चमोऽध्यायः। ॐ अस्य श्री उत्तरचरित्रस्य रुद्रऋणे महासरस्वतीदेवता अनुष्टुप् छन्दः भीमाशक्तिः भ्रामरीबीजम् सूर्यस्तत्त्वं सामवेदस्वरूपं श्रीमहासरस्वती प्रीत्यर्थे उत्तरचरित्रपाठे विनियोगः। ॐ ध्यानम्। घण्टाशूलहलानि शङ्खमुसले चक्रं धनुस्सायकं हस्ताब्जैर्दधतीं घनान्तविलसच्छीदां शुतुल्यप्रभां गौरीदेहनमुद्भवां त्रिजगतामाधारभूतां महा पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम्। ॐ क्लीं ऋषिर्वाच पुरा शुम्भणि शुम्भाभ्यामसुराभ्यामिषजीपतेः त्रैलोक्यं यज्ञभागाच्च हृदा मदबलाश्रयात् तावेव सूर्यतां तद्वदधिकारं तथैन्दवं कौबेरमथयाम्यञ्चे चक्रादेव नृणस्य च तावेव पवनर्धिञ्चे चक्रतुर्वह्निकर्म च ततो देवा विनिर्धूता भ्रष्टराज्या पराजिताः हृदाधिकारात्रतजास्ताभ्यां सर्वे निराकृताः महासुराभ्यां तां देवीं संस्मरन्ति पराजितां तयास्माकं वरो दत्तो यथावत्सु स्मृताखिलाः भवतां नाचयिष्यामि तत्क्षणात् परमापदः इति कृत्वा मतिं देवा हिमवन्तन्नगेश्वरम् जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः। देवावूचुः नमो देवी महादेवी शिवाजी सततं नमः नमः प्रकृत्यै भद्राणी नियता प्रणता स्मता रौद्राणी नमो नित्यायी गौरी धात्री नमो नमः ज्योत्स्नानी चेन्दुरूपिणी सुखाजी सततं नमः कल्याणी प्रणतां वृद्धे सिद्धे कुर्मो नमो नमः नैरृत्ये भूप्रदां लक्ष्मी शर्वाण्यी ते नमो नमः दुर्गाणी दुर्गपाराणी साराजी सर्वकारिण्यै ख्याति तथेव कृष्णाजी धूम्राजी सततं नमः अतिसौम्यातिरौद्राजी नितास्तस्यै नमो नमः नमो जगत्प्रतिष्ठाजी देव्यै कृत्यै नमो नमः या देवी सर्वभूतेषु विष्णुमाजेति शब्दिता नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु चेतनेत्यभिधीयते नमस्तस्यै नमो नमः या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै नमो नमः या देवी सर्वभूतेषु निद्रारूपेण संस्थिता नमस्तस्यै नमो नमः या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता नमस्तस्यै नमो नमः या देवी सर्वभूतेषु छायारूपेण संस्थिता नमस्तस्यै नमो नमः या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै नमो नमः या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता नमस्तस्यै नमो नमः या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता नमस्तस्यै नमो नमः या देवी सर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै नमो नमः या देवी सर्वभूतेषु लज्जारूपेण संस्थिता नमस्तस्यै नमो नमः या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै नमो नमः या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै नमो नमः या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु दयारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः। इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः। चितिरूपेण या कृत्स्नमेतद्व्याप्यस्थिता जगन्नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।